भ्यो भी जनवानस्मी पुण्योस्ति सदृशो मया यक्षे दास्यामि मोदिश्ये इत्याज्ञाना विमोहितः अनेक चित्त बिभ्रन्त मोहजाल समावृतः प्रसक्तः काम भोगेषु पतन्ति नरकेषु च आत्मसंभाविता स्तब्धा धनमाना मदान्वितः यजन्ते नाम यज्ञेस्ते दम्भेन विधिपूर्वकम्।